सरस्वतीमहाभागे विद्येकमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति सार्वधातुकलकाराः अर्धधातुकलकाराः। वयं दृष्टवन्तः तत्र ये दशलकाराः सन्ति तेषां विभजनं तत्र एतादृशः विभजनम् एतादृशं विभजनं मात्रा कृतं पुष्पादीक्षितमाता द्वारा एतादृशः लकाराणां विभजनं तत्र व्याकरणशास्त्रे कृतं। तस्य प्रक्रिया इदानीन्तनकाले तत्र वयं किं वदामः पोष्पी प्रक्रिया। पुष्पादीक्षित इति माता तस्याः नाम सो पोष्पी प्रक्रिया इति वदामः। सो अत्र लकाराणां यः विभजनम् अस्ति तत् पाणिनि अष्ट अध्याये सूत्राणां तत्र यः क्रमः अस्ति तत्र सार्वधातुकनिमित्तीकृत्य सूत्राणि सन्ति आर्तधातुकप्रत्ययनिमित्तीकृत्य सूत्राणि सन्ति। अतः यः ये अष्टादश मूलतिङ्प्रत्ययाः दशलकाराणां कृते समानाः परन्तु अन्ततो गत्वा तेषां रूपाणि भिद्यन्ते। कुत्रचित् तू श्रूयते कुत्रचित् ता श्रूयते। सो एतादृशः अन्ततो गत्वा यः तत्र भेदः वयं तत्र पश्यामः दशसु लकारेषु तत्र सिद्धतिङ्प्रत्ययाः अन्ततो गत्वा तत्र भिन्नाः सन्ति। अतः मातुः किं कृतं तत्र लकाराणाम् एव तत्र मूले एव तत्र विभजनं कृतं। सो चत्वारि लकाराः लट् लोट् लङ् अपि च विधिलिङ्ग् चत्वारि लकाराः सा वदति तत्र तेषां नामकरणं सार्वधातुकलकाराः तत्र सार्वधातुकप्रक्रिया भवति। ये अन्य षट् लकाराः तेषां नामकरणं मातुः किं कृतम् आर्धधातुकलकाराः। सो तत्र आर्धधातुकप्रक्रिया भवति तत्र भिन्ना प्रक्रिया सार्वधातुकलकारेषु तत्र भिन्नचिन्तनम् अस्ति। अतः एतादृशः विभजनं तत्र लकाराणां तत्र मात्रा कृतम्। अष्टाध्यायीग्रन्थे एतादृशः विभजनं नास्ति परन्तु सूत्राणां तत्र यः आयोजनम् अस्ति तत्र यः सूत्राणां क्रमः अस्ति पाणिनिमहर्षिः तदेव इच्छति। अस्माभिः तत्र किं करणीयं प्रत्येकं धातु नीत्वा तस्य दशलकाराणां रूपाणि किं तत्र भवन्ति इति तादृशचिन्तनं तत्र न करणीयं तत् न आवश्यकं। तेन किं भवति तत्र कोऽपि लाजिक् नास्ति तत्र। अतः सूत्राणां यः क्रमः अस्ति तत्र सार्वधातुकनिमित्तीकृत्य भिन्नकार्याणि भवन्ति। प्रत्ययः अर्धधातुक अस्ति चेत् तत्र भिन्नरीत्या भिन्नप्रक्रिया भवति प्रोसेस् भिन्ना अस्ति। अतः मातुः किं कृतं तत्र लकाराणाम् एव मूले एव तत्र विभजनं कृतं सार्वधातुकलकाराः आर्धधातुकलकाराः। सार्वधातुकलकारेषु ये सिद्धतिङ्प्रत्ययाः इत्युक्ते ये अष्टादश मूलतिङ्प्रत्ययाः एतेषु चतुर्षु लकारेषु तेषां रूपाणि समानानि भवन्ति अन्ततो गत्वा। अतः यदि वयं केवलं लकार आधारीकृत्य तत्र सूत्राणाम् अध्ययनं कुर्मः वयं सरलतया तत्र लट् लोट् लङ् अपि च विधिलिङ्ग् लकारेषु ये सूत्राणि सूत्राधारेण ये सिद्धतिङ्प्रत्ययानां निर्माणं भवति तेषां वयं तत्र सुलभतया तत्र अवगमनं भवति। अतः किमपि तत्र रटनकार्यं नास्ति यदि वयं सूत्राधारेण तत्र अपि च तत्र एतादृशः विभजनं कृत्वा तत्र सूत्र आधारेण अध्ययनं कुर्मः तत्र सौलभ्यं भवति इति तत्र एतादृशः लकाराणां विभजनं तत्र आवश्यकं। वयं दृष्टवन्तः तत्र सार्वधातुकप्रक्रियायां ये द्विसहस्रधातवः सन्ति येषां तत्र वयं तिङ् येषाम् अनन्तरं वयं तिङ् प्रत्यय योजयामः लकारस्य स्थाने, ते तेषां विषये सार्वधातुप्रक्रियायां तत्र घनचिन्तनम् आवश्यकं करणीयं. धातु कस्मिन् गणे अस्ति इति चिन्तनं सार्वधातुलकारेषु एव करणीयम्. आर्धधातुलकारेषु धातुः कस्मिन् गणे अस्ति इति चिन्तनम् अनावश्यकं, तत्र न करणीयं, न अपेक्षितम्. अतः तदपि अस्ति प्रथमबिन्दु यस्य आधारेण तत्र मातुः एतादृशः विभजनं कृतम्. सो कर्तरि शप् अपि च अन्ये ये अपवादसूत्राणि सन्ति कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते, तेषाम् उपयोगः, तेषां सूत्राणां प्रयोगः केवलं सार्वधातुप्रक्रियायाम् एव भवति. इत्युक्ते लट् लकारस्य क्रियापदस्य निर्माणार्थं लोट् लकारस्य क्रियापदस्य निर्माणार्थं लङ् अपि च विधिलिङ् लकारस्य क्रियापदस्य निर्माणार्थम् एव तत्र अस्माभिः किं चिन्तनं धातुः कस्मिन् गणे अस्ति. इत्युक्ते एतेषु चतुर्षु लकारेषु एव तत्र धातुतिबादयस्य मध्ये तत्र विकरन् घनविकरणप्रत्ययः मध्ये आयाति. सो एतादृशः मुख्यभेदः अत्र, एतादृशः कार्यम्, एतादृशः सूत्राणां चिन्तनं षट्षु लकारेषु अनावश्यकं, न करणीयं. परन्तु यदि वयं सिद्धान्तकौमुदीग्रन्थ पश्यामः तत्र तत्रापि षट्षु लकारेषु इत्युक्ते लृट् लकारे अपि आशीर्लिङ्ग् लकारे अपि तत्र प्रक्रिया पश्यामः चेत्, ग्रन्थे तत्र प्रक्रिया पश्यामः चेत्, तत्र धातुः यस्य गणस्य धातुः तस्य गणस्य विकरणप्रत्ययस्य विषये तत्र चिन्तनम् अस्ति. परन्तु मातुः वदति तत् चिन्तनं तत्र अनावश्यकम्. पाणिनिमहर्षिः तत् न इच्छति तादृशचिन्तनम्. अतः अस्माभिः तत्र किं जायते, तत्र भ्रमः जायते तादृशचिन्तनं कुर्मः. सो सिन्स् अत्र वयं पौष्पीप्रक्रिया एव तत्र तस्य आधारेण एव पाणिनिव्याकरणस्य वयं अध्ययनम् अत्र सर्वे अत्र तस्य विषये एव अत्र भवति. अतः मातुः यत् वदति तस्य आधारेण एव वयम् अत्र पठामः कथं तिङ्ग सिद्धतिङ्गप्रत्ययानां सिद्धिः भवति, कथं तत्र सरलतया वयं तत्र लकार धातुतः ये तिङ्गरूपाणि सन्ति तेषां सरलतया वयं तत्र कथं तेषां निर्माणं कर्तुं शक्यते. वयं दृष्टवन्तः तत्र अनन्तरमपि ये चत्वारि लकाराः सन्ति सार्वधातुकलकाराः, तत्र गणचिन्तनम् आवश्यकं. गणाः तत्र दशगणाः सन्ति, परन्तु दशसु गणेषु तत्र ये चत्वारि गणाः इत्युक्ते प्रथमगणः भुआदिगणः, तस्य अनन्तरं यः चतुर्थगणः दिवादिगणः, अनन्तरं षष्ठगणः यः अस्ति तुदादिगणः, अपि च यः दशमगणः चुरादिगणः. सो भुआदिगणे, दिवादिगणे, तुदादिगणे अपि च चुरादिगणे. सो एतेषु चतुर्षु गणेषु यदा वयं धातुयोगविकरणमेलनं कुर्मः तत्र अधन्त अङ्गं निष्पद्यते. इत्युक्ते एतेषु चतुर्षु गणेषु यः विकरणप्रत्ययः धातुतिवादयस्य मध्ये यः विकरणप्रत्ययः, तस्य विकरणप्रत्ययस्य अन्तिमभागः अकारः अस्ति. अकारः अस्ति चेत् यदा वयं गुणकार्यं कुत्रचित् वृद्धिकार्यं कृत्वा विकरणप्रत्ययनिमित्तीकृत्य यानि कार्याणि मूलधातौ सम्भवन्ति, ते सर्वे कार्यं कृत्वा यदा वयं धातुयोगविकरणप्रत्ययस्य मेलनं कुर्मः तत्र सर्वदा तिबादयस्य कृते इति अष्टादश तिप् प्रत्यय तिबादय प्रत्ययानां कृते अधन्त अङ्गं निष्पद्यते. अन्ते तस्व अकारः एतेषु चतुर्षु गणेषु तत्र सर्वदा भवति. अतः ये धातवः भुआदिगणे सन्ति, ये धातवः दिवादिगणे, तुदादिगणे अपि च चुरादिगणे, तेषां विषये तत्र यः लट् लकारस्य सिद्धतिङ्प्रत्ययाः ते समानाः, तथैव लोट् लकारे सूत्राधारेण सिद्धतिङ्प्रत्ययस्य निर्माणं यदा भवति ते सर्वे एतेषु चतुर्षु गणेषु ये धातवः सन्ति तेषां कृते लोट् लकारस्य सिद्धतिङ्प्रत्ययाः समानाः, तथैव विधिलिङ्ग्लकारस्य कृते अपि च लङ्लकारस्य कृते. सो सार्वधातुकप्रक्रियायां यदा वयं सार्वधातुकलकाराणां चिन्तनं कुर्मः तत्र अस्माभिः किं करणीयं, ये दशगणाः सन्ति ते अपि प्रथमगणसमूहः अस्ति यत्र अङ्गम् अदन्तम् अस्ति. यदा वयम् अङ्गं वदामः विकरणप्रत्ययस्य कृते भिन्न अङ्गम्, तिबादयस्य कृते भिन्न अङ्गम्. सो अत्र यः चिन्तनमस्ति सः तिबादयस्य कृते कीदृश अङ्गम्. सो तिबादयस्य कृते प्रथमगणसमूहे भुवादि दिवादि चुदादि चुरादिगणे अदन्त अङ्गं निष्पद्यते, तत्र अन्ते एतेषु चतुर्षु गणेषु तत्र ह्रस्व अकारः तिबादयः ह्रस्व अकारः पश्यति. ये अन्य तत्र षट् गणाः सन्ति अदादि ज्योत्यादि स्वादि रुदादि तत्र अधन्त अङ्गं नास्ति, तत्र अन् अधन्त अङ्गम् इत्युक्ते कुत्रचित् तत्र व्यञ्जनवर्णः, कुत्रचित् दीर्घ आकारः, कुत्रचित् अकारविहाय कोऽपि अन्यस्वरः, कुत्रचित् केवलं यथा मया उक्तं हल् वर्णः. सो अत्र एतेषु षट्षु गण द्वितीयगणसमूहे तिबादयः किं पश्यति, अन् अदन्त अङ्गं पश्यति, तत्र ह्रस्व अकाररूपी अङ्गं नास्ति. सो अत्र ये लट् लकारस्य सिद्धतिङ्गप्रत्ययाः ते समानानि, इत्युक्ते यदि यः अन् अदन्त अङ्गमस्ति किमर्थम् एतादृशः वयं वदामः अत्र लट्लकारस्य एतेषु चतुर्षु गणेषु ये आल्मोस्ट् 1700 धातवः सन्ति तेषां कृते लट्लकारस्य सिद्धतिङ्प्रत्ययाः समानाः इति वयं कस्य आधारेण वदामः, केवलं पाणिनिसूत्राधारेण एव एतादृशः विभजनमस्ति. किमर्थं चेत् पाणिनि वदति अङ्गम् अदन्तम् अस्ति चेत् तिबादयस्य कृते एतादृशः सूत्रानां कार्यं, यदि अङ्गम् अन् अदन्तम् अस्ति चेत् तत्र सिद्धतिङ्प्रत्ययविषये भिन्नकार्यं सम्भवति. अतः यः अत्रापि यः विभजनं गणानां यः विभजनम् अस्ति तस्य बेस् तस्य आधारः अपि पाणिनिसूत्राणि एव. सो मातुः यत्किमपि कृतं, यत्किमपि तत्र प्रक्रिया मातुः द्वारा दत्तं, तत्सर्वं पाणिनिसूत्राणाम् आधारेण एव सा एतादृशः विभजनं कृतम्. सो अस्माकं मनसि तत् प्रश्नः तत्र कदाचित् न भवेत् तत्र किमर्थं वयं पाणिनि ग्रामर् न पठामः, किमर्थं पोष्टपि प्रक्रिया आधारेण पठामः. सो मातुः यत्किमपि कृतं तत्सर्वं पाणिनिसूत्राणाम् आधारेण एव सर्वं कृतम्, एतादृशः विभजनं. यदा वयं सिद्धतिङ्प्रत्ययानां सिद्धिविषये तत्र चिन्तनं कुर्मः अत्र अस्मिन् पाठे अस्मिन् अध्याये एव तत्र करपत्राणि सन्ति, तत्र वयं पश्यामः कथम् अदन्त अङ्गस्य कृते एकम् एकरूपी कार्यम्, अन् अदन्त अङ्गस्य कृते भिन्नसूत्रं तत्र प्रयुक्तम्. अतः एतादृशः विभजनं पाणिनिसूत्र आधारेण एव सर्वं मातुः एतत् कृतम्. अपि च अस्तु, सो सार्वधातुप्रक्रियायाम् अस्माकं मनसि तत्र किं स्पष्टता भवेत्, तत्र ये यत्र केषु गणेषु अदन्त अङ्गं केषु गणेषु अन् अदन्त अङ्गम्, केवलम् एतादृशः विभजनम् एव अस्ति सार्वधातुप्रक्रियायाम्. आर्धधातुप्रक्रियायां तत्र भिन्न चिन्तनं, तत्र अङ्गं इगन्तं वा तत्र अङ्गम् इगुपद् वा अङ्गं हलन्तं वा एजन्तदातु वा अङ्गं कीदृशम् अस्ति तत्र अन्तिमस्वर अन्तिमवर्ण आधारीकृत्य आर्धधातुप्रक्रियायां तत्र चिन्तनं भवति परन्तु सार्वधातुप्रक्रियायाम् इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु चिन्तनक्रमे तत्र केवलं तत्र भागद्वयम् अधन्ताङ्गम् अन् अधन्ताङ्गम् तत्र तादृशसूत्राणि सार्वधातुकनिमित्तीकृत्य तत्र भवन्ति अङ्गम् अदन्तम् अस्ति चेत् एककार्यम् अङ्गम् अन् अदन्तम् अस्ति चेत् तत्र भिन्नकार्यम् इति तत्र पूर्वस्मिन् वर्गे वयं दृष्टवन्तः कुतः आरभ्य पठनीयम् अष्टमबिन्दुतः पठनीयं वा यः अष्टबिन्दुः अस्ति अत्र नवमः बिन्दुः अस्तु नवमबिन्दुः अपि पठितं तत्र उदाहरणानि सन्ति हरि ओं महोदय अस्तु वदतु महोदय महोदय सार्धातु वर्ते विषये तु अङ्गस्य अन्तिमवर्ण द्रष्टव्यं ह्रस्वाकारः नो चेत् अकार ह्रस्वाकारः अस्ति चेत् मत्वा धातुभ्य अन्तिमवर्ण द्रष्टव्यम् आर्धधातुप्रक्रियां महोदय तत्र आर्धधातुप्रक्रियां तत्रापि अङ्गस्य अन्तिमवर्णः कः तस्य आधारीकृत्य कार्याणि सन्ति परन्तु तत्र अजन्तम् इगुपदम् इति तत्र कार्यं भवति परन्तु अत्र सार्वधातुप्रक्रियायां केवलं भागद्वयमेव अस्ति अदन्तम् अपि च अनदन्तम् तावदेव तत् अनदन्तं कीदृश अनदन्तम् अस्ति इत्युक्ते ह्रस्व अकारभिन्न यत् किमपि अङ्गं तत् सर्वम् अनदन्तमेव धातु लकार विषये तु धातुपि अन्तिम वर्ण किम् अस्ति तत्र परिचिन्तनं करोमि न तत्र तु अङ्गस्य मध्ये परिचिन्तनं नास्ति सर्वथम् तत्र भिन्नभिन्नलकारेषु भिन्नभिन्न तत्र कुत्रचित् स्य आयाति कुत्रचित् तास् आयाति तत्र तु विकरणप्रत्ययः न आयान्ति न आर्धधातुप्रक्रियायां विकरणप्रत्ययः न आयान्ति सो कुत्रचित् स्वयं धातु एव तिवादयस्य कृते अङ्गं भवति किमर्थं चेत् तत्र विकरणप्रत्ययः मध्ये न आयाति लृट् लकारस्य आयाति भिन्नलकारे कुत्रचित् तास् आयाति कुत्रचित् तिल्लि आयाति सो तत्र अपि चतुर्दश दश तत्र भेदाः सन्ति यदि अङ्गं तत्र यत् किमपि भवति तत् अग्रे पश्यामः इदानीं सार्वधातु इति प्रक्रियायां विषये अत्र पठामः किमर्थं चेत् आदौ तत्र ये चत्वारि सार्वधातुकलकाराः अपि च यस्य अन्यतनामम् अस्ति सार्वधातुकप्रक्रिया तत्र कथं चिन्तनं करणीयम् इति आदौ तत्र अस्ति अनन्तरम् आर्धधातुकलकारेषु किं भवति इति तत्र भिन्नपाठः अस्ति महोदय तत्र वयं पश्यामः चेतना भगिनी पठतु अत्र उदाहरणानि यानि सन्ति एकवारम् अस्य करपत्रस्य समापनं कृत्वा अग्रे सरामः अत्र किमपि नूतन किमपि नास्ति अस्माभिः सर्वं पठितम् एकवारं यत् लिखितं तत् एकवारं पठित्वा समापयामः एतत् उदाहरणं वा पूर्वस्मिन् वर्गे तत्र दृष्टं वा एतत् उदाहरणं दृष्टं वा सार्वृट् न दृष्टं महोदय आर्धधातुकलकारः न दृष्टं तत् पठतु आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं न आयाति इत्यत्र किञ्चित् पश्येम आर्धधातुकलकारः लृट् वत् योग लृट् वद्योगस्य योग ऋत् वद् योग इ योग स्यति वदिष्यति. एकवारं वदतु अत्र प्रकृतिसूत्राधारेण किं भवति. वद्योग ऋत् हलन्त्यं सूत्रेण तकारस्य इत् भवति. ऋ अपि उच्चारणार्थं वा अथवा अनुकारः उच्चारणार्थम् अनुनासिक अस्ति. अनुनासिक नास्ति चेत् वयं कथं तस्य इत् संज्ञा कुर्मः. सो अनुनासिक अस्ति परन्तु कोऽपि प्रयोजनं नास्ति. अतः वयं किं वदामः, यथा तत्र टकारस्य प्रयोजनम् अस्ति, टकारकारणेन लृट् लकारः टित् लकारः भवति. लृट् लकारः टित् लकारः भवति. सो टित् लकारनिमित्तीकृत्य तत्र सूत्राणि सन्ति. टित् लकारेषु एतादृशः कार्यम् एतत् एतत् एतत् सूत्रं प्रयुज्यते. परन्तु यः ऋकारः अत्र अस्ति तस्य कोऽपि प्रयोजनं नास्ति. अतः वयं किं वदामः, यस्य वर्णस्य इति संज्ञा अत्र केवलम् उच्चारणार्थं. सो उच्चारणे सौलभ्यं भवेत् तस्य कृते एव महर्षिणा अत्र ऋकारः स्थापितं. परन्तु अनुनासिक अस्ति, अनुनासिक अस्ति चेदेव वयं तस्य इति कुर्मः. अतः उपदेशे अजुननासिक इति सूत्रेण वा स्वराणां तत्र इत् संज्ञा केवलम् एकेन सूत्रेण एव भवति उपदेशे अजनुनासिकित्. सो ल अवशिष्यते. इदानीं विकरणप्रत्ययस्य अस्ति. इदानीं तत्र किम् अस्ति, अत्र इदानीं वाद्योग ल अस्ति. अस्तु, सो अस्मिन् सोपाने तत्र सूत्रद्वयस्य प्रसक्तिः भवति. एकमस्ति लस्य तिप्तश्चि, ओके. द्वितीयमस्ति शतासि लृ लुटो. सो शतासि लृ लुटो सूत्रम् अपि अत्र समान सोपाने आगत्य वदति मम कार्यं. लस्य इति सूत्रमपि समान सोपाने आगत्य वदति मम कार्यम्. सो इदानीं तत्र अस्माभिः तत्र चिन्तनीयं, तत्र अस्मिन् सोपाने कः सूत्रस्य केन सूत्रेण प्रथमे कार्यं. सो इति तत्र एतादृशः तत्र यः टापिक् अस्ति, बृहद् टापिक् अस्ति, बलाबलचिन्तनं, सूत्राणां बलाबलः. सूत्र यत्र एकस्मिन् सोपाने एक अधिक सूत्र आगत्य तेषां प्रसक्तिः भवति, अस्माभिः कथं तत्र निर्णेतव्यम्, अत्र कः सूत्रः केन सूत्रेण प्रथमे कार्यं, केन सूत्रेण अनन्तरं कार्यं. सो एतादृशः तत्र यत्र सूत्राणां सङ्घर्षः भवति सूत्रयोः, तत्र अत्र यथा अत्र अत्र लस्य तिप्तश्चि इति लस्य इति सूत्रस्य तत्र अधिकारः, अपि च शतसि लृ लुटो. सो सूत्रद्वयोः तत्र किं भवति, सङ्घर्षः भवति. मम कार्यक्षेत्रं, मम कार्यक्षेत्रं. सो अस्माभिः कथं चिन्तनीयं, केन सूत्रेण प्रथमे कार्यं करणीयं, केन सूत्रेण अनन्तरं कार्यं करणीयं, पुनः तत्र प्रसक्तिः द्वितीयसूत्रस्य तत्र भवति वा. सो इति तत्र अस्ति बलाबल, सूत्राणां बलाबलचिन्तनम्. अत्र तस्य विषये भिन्नकरपत्रम् अस्ति. सो एकवारं यदा वयं सार्वधातुक् इति अपि अर्धधातुक् सूत्राणां यः अर्धधातुक् यः विभजनम् अस्ति तस्य अध्ययनं समापयामः. तस्य अनन्तरं वयं तत् सूत्राणां बलाबलचिन्तनं विषये तत्र पठामः. परन्तु इदानीं मातुः किं वदति, शतासि लृ लुटो इति सूत्रम् अस्ति. सो शतसि लृ लुटो अस्मिन् करपत्रे अस्ति वा, पूर्वे पठितम् अत्र न पठितम्. शतसि लृ लुटो अत्र नास्ति, अहं चिन्तयामि यः द्वितीयकरपत्रम् अस्ति तत्र अस्ति. सो शतसि लृ लुटो इति सूत्रं वदति, स्य तास् स्य इति वर्णसमूह प्रत्ययः तास् इति द्वितीयवर्णसमूह लृ लुटो लृ लुटो इति यः अस्ति सप्तमी अन्तम् अस्ति सो लृ इत्यनेन न केवलं लृट् लकारस्य तत्र ग्रहणम् अपि च लृङ् लकारस्य अपि ग्रहणं लृ इत्यनेन तत्र लिट् अपि च लृङ् लकारस्य ग्रहणं सो सूत्रं वदति स्थूलरूपेण वदामः एतस्य सूत्रस्य चिन्तनं भिन्नकरपत्रे अपि अस्ति अस्य अनन्तरं यः करपत्रम् अस्ति सूत्रं वदति स्य प्रत्ययः धातोः स्य प्रत्ययः विधीयते कदा विधीयते लृविवक्षायां लृविवक्षायाम् इत्युक्ते लृट् लकारस्य विवक्षायां लृङ् लकारस्य विवक्षायां सो लकारद्वये धातोः अनन्तरं धातोः पञ्चमी अस्ति धातोः स्य विधीयते स्य प्रत्ययः परश्च एतत् सतासि लृ लुटो इति सूत्रं तृतीयाध्याये अस्ति तृतीयाध्याये यानि सूत्राणि यानि विधिसूत्राणि तेषु तत्र सर्वत्र किं प्रत्ययः परश्च धातोः इति अधिकारः स्य अपि प्रत्ययः धातोः विधीयते धातोः अनन्तरं विधीयते कदा विधीयते लृट् लकारस्य विवक्षायां लृङ् लकारस्य विवक्षायाम् इति सूत्रं वदति सो मातुः किं वदति मातुः वदति अत्र सूत्रे एव महर्षिणा किं दत्तं लृङ् लकारस्य विवक्षायां लृट् लकारस्य विवक्षायां सो यदा धातुः योग लृट् नो चेत् लृङ् कुर्मः तस्मिन् सोपाने एव एतत् सूत्रस्य प्रसक्तिः अनन्तरं यदि वयं लृ स्थाने तिवादयस्य आदेशः कुर्मः तस्य अनन्तरं स्य मध्ये योजयामः तत्र किमर्थं चेत् स्य इति प्रत्ययस्य विधिर्थं धातोः साक्षात् परे लृ भवेत् इति मातुः चिन्तनम् अतः मातुः किं वदति प्रथमसोपाने यदा वयं धातुयोग लृट् नो चेत् लृङ् कुर्मः तस्मिन् सोपाने एव चतासि लृ लुटो इति सूत्रस्य प्रसक्तिः तत्र प्राप्तिः अपि भवति सि अनन्तरं लृ स्थाने तत्र पुनः तत्र ल इति अवशिष्यते पुनः तत्र लस्य इति सूत्रस्य पुनः प्रसक्तिः आयाति अनन्तरं लस्य तिप्तश्चि इत्यनेन विवक्षानुगुणं तिप् इति योजनीयं ल स्थाने परन्तु मातुः वदति यदि वयं पूर्वे एव ल स्थाने तिवादयः कुर्मः स्य प्रत्ययस्य कृते तिवादिप्रत्ययः निमित्तं नास्ति स्य इति यः प्रत्ययस्य विधानं धातोः अनन्तरम् अनेन सूत्रेण भवति तस्य कृते निमित्तमस्ति लृट् अपि च लृङ् लकारः एव निमित्तं न तु तिबादयः निमित्तं यथा तत्र शप् प्रत्ययस्य यः धातोः अनन्तरं शप् नो चेत् श्यन् नो चेत् श विधीयते तस्य कृते निमित्तं किम् अस्ति भगिनि वदतु शप् प्रत्ययस्य कृते निमित्तं किं भवति तिङ् प्रत्ययः तिङ् प्रत्ययः किमर्थं तिप् अस्ति अतः सार्वधातुकम् अस्ति तत्र साक्षात् सूत्रे एव दत्तं कर्तरी शप् सार्वधातुके परन्तु यदा अहं वादयोग लट् कुर्मः लट् प्रत्ययः स्वयं तु आर्धधातुक् तस्मिन् सोपाने शप् न विधीयते यदा अत्र पश्यतु वादयोग लट् सो वादयोग लट् यदा भवति वादयोग लृ सो वादयोग लृ भवति ते चेत् अस्मिन् सोपाने कर्तरी शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति किमर्थं न भवति वदतु भगिनि लट् लकाररूपाणि कीदृशप्रत्ययः लट् लकारः कीदृशप्रत्ययः धातोः ये प्रत्ययः विधीयते तेषां आर्धधातुकप्रत्ययः आर्धधातुक अस्ति किमर्थं तिङ् नास्ति चित् नास्ति अतः अस्मिन् सोपाने कर्तरी शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः नास्ति सो यावत्पर्यन्तं तिवादयः नायन्ति तावत्पर्यन्तं तत्र कर्तरी षट् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति दशसूलाकारेषु. यदा तिवादयः आयान्ति तदा एव कर्तरी षट् सार्वधातुके, अपि च दिवादिभ्यः शन् सार्वधातुके, तुदादिभ्यः शः सार्वधातुके. सो घनविकरणप्रत्ययानां विद्यार्थं तत्र सार्वधातुकप्रत्ययः धातोः साक्षात् परे भवेत्. यदि धातोः परे अर्धधातुप्रत्ययः अस्ति तस्मिन् सोपाने कर्तरि शप् अपि च अन्येषां घन विधिसूत्राणां विकरणप्रत्यय सूत्राणां कृते तत्र प्रसक्तिः नास्ति. परन्तु अत्र सो यदा वयं प्रत्येकस्मिन् सोपाने तत्र द्रष्टव्यम् अत्र कस्य कस्य सूत्रस्य प्रसक्तिः, एकमेव सूत्रस्य प्रसक्तिः वा सूत्रद्वयस्य प्रसक्तिः वा. सो यत्र यत्र सूत्रद्वयस्य प्रसक्तिः तत्र अस्माभिः किं करणीयं, बलाबलचिन्तनं करणीयं. कः सूत्रः बलवत्, यः सूत्रः बलवत् अस्ति तेन सूत्रेणैव कार्यं करणीयम् इति तत्र चिन्तनम् अस्ति. सो बलाबलचिन्तनं वयम् अग्रे पठामः, इदानीं तु वयं न जानीमः कथं तत्र बलाबलचिन्तनं करणीयम्. परन्तु एकनिमिषः महोदय, सो अत्र यदा वयं लृट् योजयामः, लृट् लकारः सर्वे लकारः लट् लोट् लङ् विदिलिङ् लृट् लेट् सर्वे लकाराः मूले आर्धधातुसंज्ञकाः किंशित् न सन्ति, अतः आर्धधातुसंज्ञकाः. सो अत्र अस्मिन् सोपाने कर्तरी अस्मिन् सोपाने अपि कर्तरी शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव नास्ति अत्र. अनन्तरं यदा मया उक्तम् अत्र स्यताश्चिलि इति सूत्रे मातुः वदति, अत्र स्वयं महर्षि किम् उक्तं, कोऽपि आर्धधातु सार्वधातुक् इति प्रत्ययः निमित्तं नास्ति, स्वयं लृ इति निमित्तम् अस्ति. लृट् लकारस्य विवक्षायामेव विद्यते. अनन्तरं कस्मिंश्चित् यदा वयं तिवादयः योजयामः, तिवादयः स्य अपि च तास् प्रत्ययस्य कृते निमित्तं नास्ति, साक्षात् लृ अपि च लिट् लूट् लकारः तास् प्रत्ययस्य विधानार्थं निमित्तं, लृ अपि च लृङ् लकारः स्य प्रत्ययस्य विधार्थं निमित्तं भवति. अतः प्रथमसोपाने एव स्य आयाति. अनन्तरं लस्य इत्यनेन पुनः तिवादयस्य विधानं. सो परन्तु इदानीं यदा तत्र तिवादयः आयाति लिट् लकारे तिवादयः सार्वधातुसंज्ञकः, परन्तु साक्षात् धातोः परि नास्ति. इदानीं तत्र मध्ये स्य इति बाधा अस्ति, भिन्नप्रत्ययः. यदि स्य अपि सार्वधातुसंज्ञकः तदा वयं पश्यामः कर्तरी शब् सूत्रस्य अत्र प्रसक्तिः अस्ति. परन्तु स्य तु साक्षात् अर्धधातुसंज्ञकः, तिङ् नास्ति श्चित् नास्ति, अतः अर्धधातुकं शेषः इत्यनेन स्य इति अर्धधातुसंज्ञकः. अतः अर्थ कर्तरी शब् तिवादिभ्यः शन् तुदादिभ्यः शः इति तेषां सूत्राणाम् अत्र प्रसक्तिः एव नास्ति. अतः तादृशप्रक्रिया एव ये अर्धधातु लकारः सन्ति तत्र किञ्चित् कारणेन धातोः तिवादयः साक्षात् न पश्यति. यत्र पश्यति तत्र महर्षि साक्षात् स्वयम् एव उक्तं. किम् उक्तं? लिट् च लिङ्गाशिषि, लिट् लकारे धातुः योगलिट् कुर्मः चेत् मध्ये किमपि लकारनिमित्तिकविकरणप्रत्ययः न आयाति. धातुः साक्षात् तत्र एकमेव सूत्रस्य प्रसक्ति लस्य इत्यनेन तिवादयः. सो तत्रापि यदा लट् लकारे धातुयोगतिप् भवति लिट् लकारे अपि धातुयोगतिप् भवति, परन्तु तत्र महर्षि साक्षात् लिट् च इति सूत्रेण तिबादयः अर्धधातुसंज्ञकः. यद्यपि धातोः साक्षात् तिप् दृश्यते, परन्तु लिट् च इति सूत्रेण तिबादयः तत्र अर्धधातुसंज्ञकः. तथैव लिट् च लिङ्गाशि आशीर्लिङ्ग् लकारे अपि धातुतिबाधयस्य मध्ये किमपि स्य तास् रूपी बाधा नास्ति, कोऽपि भिन्न प्रत्ययः नास्ति. परन्तु तत्र धातोः यः तिबादयः पश्यति आशीर्लिङ्ग्लकारे अपि तिबादयः अर्धधातुकसंज्ञकः. अन्येषु चतुर्षु लकारेषु कुत्रचित् च, कुत्रचित् त्या, ता, कुत्रचित् चिलि इति मध्ये प्रथमसोपाने एव आयाति. अतः कर्तरिषप् सार्वधातुके इति सूत्राणां तत्र प्रसक्तिः न भवति. अवगतं वा भगिनि? कोऽपि भ्रमः अस्ति चेत् पृच्छतु. सो वी शुड् बि क्लियर् अबौट् वाट् हेपन्स् इन् द फोर् लकारास्, वै दे आर् बीन् काल्ड् एस् सार्वधातुकलकाराः, वै द अदर् सिक्स् आर् नोन् एस् अर्धधातुकलकाराः. सो एकं तत्र बिन्दुः अस्ति, चतुर्षु लकारेषु सार्वधातुकलकारेषु कर्तरिषप् अपि च अन्यगणप्रत्ययानां प्रसक्तिः भवति. आर्धधातुकलकारेषु कर्तरिषप् अन्यगणविकरणप्रत्ययानां प्रसक्तिः न भवति इति तत्र मुख्यभेदः. किमर्थं न भवति? वयं दृष्टवन्तः लृट् लकारे प्रथमसोपाने एव स्य आयाति मध्ये, अनन्तरं तिबादयः आयाति. तिबादयः सार्वधातुकसंज्ञकः, परन्तु धातोः साक्षात् सार्वधातुप्रत्ययः न पश्यति. तत्र कर्तरिषप् सार्वधातुके इति सूत्रे यः सार्वधातुके अस्ति सः परनिमित्तं, साक्षात् परे अस्ति चेदेव शप् आगन्तुं शक्यते. कुत्रचित् अग्रे अस्ति, मध्ये किमपि बाधा अस्ति, व्यवधानम् अस्ति, तत्र न भवति कर्तरिषप् सार्वधातुके. तत्र यः सप्तमी, निमित्सप्तमी अस्ति सः परसप्तमी, साक्षात् परे भवेत्, तदा एव शप् प्रत्ययः आगन्तुं शक्यते, अन्यथा न आगन्तुं शक्यते इति तत्र भेदः. सो कर्तरिषप् सार्वधातुके इति सूत्रस्य अध्ययनम् अवगमनम् आवश्यकं. वदतु महोदय, किमस्ति महोदय? लिट् लकार आर्धातुकप्रत्ययः अस्ति, तत्र मते लकारस्य स्थाने द्विसूत्रं मते प्रसक्तिः अस्ति. नम्बर् वन् तासि लिटो, नम्बर् टु चिप् तस् जि चिप् तस्त. तो अत्र मते जि स्यात् लिटो, तत्रापि समानचिन्तनम् इत्युक्ते तास् प्रत्ययस्य कृते लिट् लकारः एव निमित्तं. लिट् लकारस्य विवक्षायां यदा मम विवक्षा लिट् लकारस्य अस्ति तस्मिन् सो तत्र तदा एव तास् योजनीयं धातोः अनन्तरं. सो एकवारं तास् आयाति चेत् तत्र अर्धधातुप्रक्रिया भवति, तास् अपि अर्धधातुप्रत्ययः. लिट् लकारे न लुट् लकारे, लुट् लकारे महोदय. तासि लिटो संख्या तृतीयाध्याय प्रथमपादे अस्ति, सूत्रस्य मध्ये तृतीयपादे चतुर्थपादे अस्ति. तो बलाबले मध्ये कार्यं तु अत्र तिप्तस्जि सर्वदा तत्र परसूत्रेण एव कार्यं भवेत् इति चिन्तनं नास्ति महोदय. अन्यविषयः अपि अस्ति. अस्तु अस्तु. सो अत्र किं विषयः? अत्र विषयः अस्ति, यदि वयं लृ यः ल स्थाने तिबादयः कुर्मः, मातुः वदति वादियोग यदा लृट् लकारस्य यः लकारः तस्य टिप् योजयामः, तत्र शतस्य लृ लिटो इति सूत्रस्य अनन्तरं कार्यं नास्ति. किमर्थं चेत् प्रत्ययस्य कृते तिबादयः निमित्तं नास्ति, तत् सूत्रं निरावकाशः भवति, तस्य सूत्रस्य अनन्तरं कार्यम् एव न भवति. अपवादसूत्रं नास्ति, एव प्रथमसोपाने एव स्य योजनीयं, न तु अनन्तरम्. अनन्तरं तु प्रसक्तिः एव न भवति, सूत्रं निरवकाशः भवति. कोऽपि सूत्रं निराकाशः मा भवेत्, दट् इस् द मुख्यचिन्तनं. कोऽपि सूत्र प्रत्येकं सूत्रं यत् अस्ति अष्टाध्यायीग्रन्थे तस्य प्रयोगः करणीयम्, तदेव चिन्तनम्. भगिनि अग्रे अपि पठतु, एतत् परिच्छेदं पठतु भगिनि. इकारः केन कारणेन आयाति? इकारः केन सूत्रेण आयाति? इकारः स्य प्रत्ययः आट्धातुकस्य ड्वलादेः इति सूत्रेण इट् भवति. सत्यं. सो वादपि इडनुकूल धातुः, स्य प्रत्ययः अर्धधातुक् अपि च वलादि अस्ति. स्य प्रत्ययः अर्धधातुक् संज्ञकः, वलादि अपि अस्ति. सो अत्र अर्धधातुक् सेड् वलादेः इति सूत्रेण इडागमः भवति. इडागमः इट् इति आगमः टिप् अस्ति, तेन किम् अस्ति. अतः अद्दौ आद्यान्तौ टकितौ इति सूत्रेण प्रत्ययस्य पूर्वम् आयाति. इट् आदौ अस्ति, इट् इट् अस्ति, इट् आगमः इत्युक्ते तत्र इडागमः जस्ट् सन्धि भूत्वा इडागमः इति वदामः. परन्तु आगमः किम् आगमः? इट् इति आगमः. सो इट् इति अः आगमः अस्ति, इट् इति आगमः टित् अस्ति. तेन कारणेन एव प्रत्ययस्य स्य प्रत्ययस्य आदौ, किमर्थं चेत् तिप् प्रत्ययस्य इडागमः नास्ति, स्य प्रत्ययस्य इडागमः. सो स्य आदौ स्थापनीयं टित् कारणेन. सो इट् टित् अस्ति, लृट् टित् अस्ति इति न. स्य यः स्य प्रत्ययः इडागमः, आगमः टित् अस्ति. अतः यस्य आगमः स्य प्रत्ययस्य आगमः, तस्य आदौ स्थापनीयम्, अतः आदौ अस्ति. अनन्तरं केन सूत्रेण तस्य सूत्रं किम्? आदेश प्रत्ययोः इति सूत्रम्, एतत् सूत्रमपि सर्वदा स्मर्तव्यम्. आदेशप्रत्ययोः आदेश यद् धातोः शः सः इत्यनेन तत्र शकारस्य स्थाने स आदेशः भवति. कुत्र? धातो भवति. तत् सूत्रं तत् धातोः कार्यमस्ति. आदेशप्रत्ययोः इति सूत्रं वदति धातो यः आदेशरूपी सकारः, तस्य मूर्धन्य आदेशः. अपि च आदेशप्रत्ययोः प्रत्ययः आदौ सकारः, प्रत्ययेषु यत्किमपि प्रत्ययः तस्य आदौ सकारः अस्ति चेत् इन्को वर्णे, तस्य पूर्वे कोऽपि इन्को वर्णः अस्ति चेत् प्रत्ययस्य आदिं सकारस्य अपि मूर्धन्य आदेशः भवति. धातुः यः सर्वेषां सकारादौ धातूनां कृते न, आदेश यत्र सकारः आदेशरूपेण अस्ति तत्र एव तादृशसकारस्य एव मूर्धन्य आदेशः भवति. सो आदेशप्रत्ययः इति सूत्रं न केवलं प्रत्ययरूपी यः आदौ सकारः तस्य मूर्धन्य आदेशः इन्को वर्णे परे भवति, परन्तु यः धातौ यः आदेशरूपी सकारः तस्य आदेशरूपी सकारः, आदेशरूपी सकारः धातौ कुतः आयाति? शहसः इति सूत्रेण. सो ये सोपदेशधातवः तेषां तु मूले एव सकारादेशः भवति, धातु आदेशः सः इति सूत्रेण. सो ते सर्वे आदेशरूपी सकारः तत्र सन्ति तेषां धातूनां विषये. तेषामपि कुत्रचित् मूर्धन्य आदेशः भवति यद् वयं पूर्वे कोऽपि यदा वयं प्रति इति परि इति उपसर्गयोजयामः तत्र शो उपदेशधातुः पुनः षकारः आयाति इति आदेशप्रत्ययोः. सो अत्रापि तस्य सूत्रस्य प्रसक्तिः अस्ति, किमर्थं चेत् इ इति वर्णः इन्को वर्णः अस्ति. सो इन्को परे एव कार्यं, कोऽपि भिन्नवर्णः इन्को भिन्न कोऽपि वर्णः अस्ति चेत् न भवति. यथा तत्र रामायोगसु अस्ति, तत्र रामासु एव भवति. परन्तु यदा तत्र हरि अस्ति, हरियोगसु कुर्मः चेत् तत्र हरिषु भवति, प्रत्ययस्य सकारस्य मूर्धन्य आदेशः भवति. किमर्थं चेत् पूर्वे इन्को वर्णः. सो सुबन्धप्रक्रियायाम् अपि तत्र एतत् सूत्रस्य प्रसक्तिः अस्ति आदेशप्रत्ययोः. अग्रे पठतु भगिनि. उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति तदा एव ति आयाति तत्र धातु ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते वद् योग स्यति मध्ये स्य अस्ति अतः बाधा अस्ति व्यवधानम् अस्ति धातुः तिङ्प्रत्ययः ति द्रष्टुं न शक्नोति धातुः केवलं स्य पश्यति धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तृशब् इत्यस्य प्रसक्तिः नास्ति यदि हि ति दृश्यते तदा हि कर्तरि शब् अतः मध्ये विकरणप्रत्ययः न आयाति विकरणप्रत्ययः न विहितः इति कारणेन गणीयः विचारः न अपेक्षितः धातुः यस्मिन् कस्मिन्नपि गणे भवतु कार्यं समानमेव अतः आर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितं किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति पश्यन्तु रूपं कथम् अस्ति वदिष्यति इति अत्र मध्ये इकारः आगतः अस्ति वद् ईष्यति यद्यपि आर्धधातुकलकारेषु गणीयः विचारः न अपेक्षितः किन्तु इडागमस्य विचारः अपेक्षितः एव स च विषयः अग्रे आयास्यति एतत् सर्वम् अस्माभिः पठितम् यदा धातुः सार्वधातु यावत्पर्यन्तं धातुः सार्वधातुप्रत्ययः न पश्यति तावत्पर्यन्तं कर्तरिशब्दसूत्रस्य प्रसक्तिः न भवितुं शक्नोति सो आर्धधातुकलकारेषु तादृशी तत्र प्रक्रिया अस्ति धातुः तिबादयः साक्षात् न पश्यति यत्र पश्यति तत्र धातुः तत्र तिबादयः अर्धधातुसंज्ञकः यथा लिट् अपि च आशीर्लिङ्ग् परन्तु ये च अन्यचत्वारः लृट् लृङ् लुट् अपि च लुङ् लकारः तत्र वि लकारनिमित्तिक् विकरणप्रत्ययः धातोः विधीयते सो तत्र धातोः यद्यपि वादयः सार्वधातुसंज्ञकः परन्तु मध्ये किमपि भिन्नबाधा अस्ति आर्धधातुकरूपीबाधा अस्ति अतः कर्तरिषप् अपि च अन्ये गणविकरणप्रत्ययानां विधिसूत्राणां तत्र विधानं नास्ति इति अत्र यत् किमपि लिखितं तत् सर्वम् अवगतं वा भगिनि अत्र यः अत्र यः शैली स्वरूपमहोदयेन यत् येन रूपेण अत्र लिखितं धातुः प्रतिपादयः न पश्यति न दृश्यति इति अस्माकं सौलभ्यार्थम् एव तत् सर्वं लिखितम् इत्युक्ते कर्तरिष सूत्रस्य कृते सार्वधातुकः साक्षात् परे भवेत् सो धातोः साक्षात् परे तु अत्र स्य कुत्रचित् कुत्रचित्लि इति प्रत्ययः अस्ति तत्र धातुः साक्षात् तिबादयः परे नास्ति इत्युक्ते अत्र किं लिखितं न दृश्यते धातुः तु स्य दृश्यते तास् दृश्यते चिल्लि दृश्यते अतः कर्तरिषसूत्रस्य प्रसक्तिः न भवति सो एतादृशः तत्र अस्माकं सौलभ्यार्थम् एव एतादृशः रूपे अत्र स्वरूपमहोदयेन एतानि वाक्यानि लिखितानि जनरलि वद्योग मध्ये ल अवशिष्यते अनुबन्धलोपः अनन्तरं सो इन्स्टेड् आफ् डूयिङ्ग् लस्य अत्र एव चिन्तनीयम् एतत् आर्धधातुकम् अस्ति अतः विकरणप्रत्ययस्य कार्यं नास्ति इति न ल स्थाने ल अतिरिक्तस्य न करणीयम् इति वा? करणीयम्, अग्रे करणीयम्, परन्तु शतासि लृ लटो इति सूत्रमपि अस्ति न? शतासि लृ लुटो सूत्रे एव महर्षि वदति लृ लुट्, यदा विवक्ष इत्युक्ते वयं किं वदामः लृट् लकारस्य विवक्षायाम् इत्युक्ते मन मम मनसि अस्ति, मया तत्र वद् योग लृट् करणीयं, सो विवक्षा इत्युक्ते मम इच्छा, सो यदा मम मन मनसि इच्छा आयाति तदा एव सेवं दीयते इति तत्र चिन्तनमस्ति तादृश, किमर्थं च सूत्रं तादृशं महर्षिणा निर्मितं, महर्षि वदति शतसि लृ लुटो, महर्षिः वदति स्यतास् इति अर्धधातुकनिमित्तीकृत्य सार्वधातुकनिमित्तीकृत्य, परन्तु साक्षात् वदति यदा यः निर्माणं कर्तुम् इच्छति तस्य विवक्षा लृट् लकारस्य नो चेत् लृङ् लकारस्य अस्ति तदा एव स्या विधीयते इति मातुः चिन्तनं, तस्य व्याख्या अस्ति, सो प्रथमसोपाने एव स्या योजनीयं, तास् योजनीयम्, अनन्तरं लस्सि इदानीं तृप्तसि, यदि वयं प्रथमे एव तृप्तस्य लस्य इत्यनेन तृप्तस्य कुर्मः मातुः वदति तत्र शतासि लृ लुटो इति सूत्रस्य इदानीं किं प्रयोजनं, य इति प्रत्ययस्य कृते निमित्तं किमस्ति, लृट् लकारस्य विवक्षायाम् एव स्य विधीयते, प्रथमसोपाने एव स्य विधीयते इति मातुः वदति, she gives this reasoning that if Maharishi had wished it that way, he should have given some different sutra, but he is saying satasi lrulato lrut lakarasi vivakshayam evasya yaramama vivaksha lrut tasya anantaram yat kimpi tatra sutranam prasaktihi tat agre pashyamah, परन्तु यदा मन मनसि आयाति मया तत्र लृट् लकारस्य रूपाणि तत्र अहं निर्माणं कुर्मः तस्मिन् सोपाने एव स्य विधीयते इति सूत्रस्य विवक्षा इत्युक्ते मम इच्छा अस्ति तदा एव स्य विधीयते, अस्तु अग्रे पश्यामः, धन्यवादः, दशमबिन्दुः कः कः पठति, अनुसूया भगिनी पठति वा, दशमसूत्रः सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गे अङ्गं भवति, तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम्, अस्मिन् पाठे सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति, अङ्गम् अदन्तं केषु गुणेषु, गणेषु भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च, यतः येषां धातु चतुर्णां गणानाम् अङ्गम् अदन्तम्, अतः येषां सिद्ध तिङ्प्रत्ययाः समानाः, अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्धतिङ्प्रत्ययाः निष्पन्नाः भवन्ति, अदन्तम् अङ्गम् अधिक तिङ्प्रत्ययः, तिङन्तपदं क्रियापदम् इति उच्यते, यथा वद् अधिकं शप् अधिक शप् वद् अधिक अ अधिक वद् भवति इति अदन्तम् अङ्गम् भवति, टिप् पकारस्य संज्ञा लोपश्च ति इति सिद्ध तिङ्प्रत्ययः, वद अधिकति वदति इति तिङन्तपदं, तथैव वद अधिकतः वदतः, वद अधिकान्ति वदन्ति इति भवति, आहत्य भ्वादिगणे दिवादिगणे चुरादिगणे चुरादिगणे च एकसहस्र सप्तशताधिक एकशतकधातवः सन्ति, एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना सप्तशताधिकधातूनां लट् लोट् लङ् विदिनिङ् इत्येषां दिगन्तरूपाणि ज्ञास्यन्ते. अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्. अग्रे पठामः, विशेषणं करणीयम्. किञ्चित् वदतु. अत्र सरलम् अस्ति सर्वं. सार्वधातुकलकारः अस्ति चेत् धातु स्वीकरणयोः अङ्गं भवति. तदङ्गम् अदन्तं वा अनदन्तं वा इति पश्यामः. अस्मिन् पाठे सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ् एव एव दृश्यामः. अङ्गम् अदन्तं केषु गणेषु इति पश्यामः. वादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे च अङ्गम् अदन्तं भवति. यतः तेषां चतुर्णां गणानाम् अङ्गम् अदन्तम्, अतः येषां सिद्धिं प्रत्ययः समानाः. अस्य पाठस्य इत्युक्ते भगिनि, अत्र भवादिगणे ये धातवः सन्ति, दिवादिगणे, तुदादिगणे, चुरादिगणे, तेषां कृते ते आहत्य तत्र 1700 धातवः. एतेषु चतुर्षु गणेषु एव 1700 धातवः. सो औट् आफ् 2700 धातूस् आर् दियर् इन् दीस् फोर् गणास्, यत्र अदन्ताङ्गमस्ति. सो यत्र अदन्ताङ्गमस्ति, अतः अत्र अस्मिन् वेब्सैट् मध्ये स्वरूपमहोदयेन किं कृतं, प्रथमे एतेषु चतुर्षु गणेषु यत्र यत्र अदन्ताङ्गं, धातुः अदन्ताङ्गं निष्पद्यते, तत्र आदौ तत् प्रक्रिया दत्तं. सो पूर्वे वयं किं कुर्मः, पूर्वे वयं यत्र यत्र अदन्ताङ्गम् अस्ति तत्र ये सिद्धतङ्गप्रत्ययानां सार्वधातुप्रक्रियायां यद् सिद्धतङ्गप्रत्ययानां तत्र निर्माणं भवति तेषाम् अध्ययनं प्रथमं कुर्मः. किमर्थं चेत् अत्र एव 17 वि विल् कवर् 1700 धातूस् बै डूयिङ्ग् दिस् अदन्त अङ्गस्य अध्ययनं. सो अत्र एतेषु चतुर्षु गणेषु ये 1700 धातवः सन्ति तेषां कृते लट् लकाराणां सिद्धितिङ्प्रत्ययाः समानाः, लोट् लकाराणां सिद्धितिङ्प्रत्ययानां समानं, तथैव विधिलिङ्ग् अपि च लङ् बट् डोण्ट् गेट् दिस् दट् तत्र लट् लोट् लङ् विधिलिङ्ग् लकार आधारेण तत्र तिपादयस्य सिद्धिः भवति. सो लट् लकारे अदन्त अङ्गस्य कृते ये सिद्धितिङ्प्रत्ययाः ते सर्वेषां 1700 धातूनां कृते समानाः इति तस्य अर्थः. तथैव लोट् लकारे ये सिद्धितिङ्प्रत्यय सूत्राधारेण ये सिद्धितिङ्प्रत्ययानां तत्र सिद्धिः भवति, प्रत्यतिपादयस्य सिद्धिः भवति, ते सर्वे सिद्धितिङ्प्रत्ययाः 1700 धातूनां कृते ये ते धातवः कुत्र सन्ति, भुवादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे, ते समानाः. तथैव लङ् लकारस्य ये सिद्धितिङ्प्रत्ययाः ते अपि समानाः एतेषां धातूनां कृते. सिमिलर्लि विधिलिङ्ग्लकारस्य सिद्धितिङ्प्रत्ययाः अपि समानाः फार् दि 1700 धातु. एतेषां 1700 धातूनां कृते रूपाणि सिद्धितिङ्प्रत्ययाः समानाः इति वदति अत्र. सो तदेव अस्ति मातुः पाठस्य वैलक्षणम्. सो यदि वयं लट् लकारस्य सिद्धितिङ्प्रत्ययाः अदन्ताङ्गस्य कृते तत्र किं भवति इति तत्र एकवारं पठामः. सो फार् आल् दि 1700 धातूस् ते एव तेषाम् एव सिद्धिः अस्ति. वी हेव् टु जस्ट् वट् वी हेव् टु डु, अस्माभिः किं करणीयम्, अङ्गं योगसिद्धितिङ्प्रत्ययः, अङ्गं योगसिद्धितिङ्प्रत्ययः, तदेव करणीयम्. किमर्थं चेत् सिद्धितिङ्प्रत्ययाः समानाः इति अत्र वदन्ति. अतः एकम् एव अदन्तदातुविषये तत्र अध्ययनं कुर्मः चेत् सर्वेषां 1700 धातूनां यः लट् लकारस्य रूपः तत्वादयः समानः भवन्ति इति तत्र अत्र लिखितम् सिद् अत्र किं सिद् तिङ् प्रत्यय और् मध्ये तिङ् प्रत्यय अन्तरं किम् अत्र मूलतिङ् प्रत्ययः सर्वेषां लकाराणां समानानि परन्तु सिद्ध तिङ् प्रत्ययाः भिद्यन्ति भिन्नभिन्न अस्ति यथा तत्र वदतु वदति अवदत् सो कुत्रचित् केवलं सिद्ध तिङ् प्रत्ययः त श्रूयते त श्रूयते कुत्रचित् ति श्रूयते कुत्रचित् तु श्रूयते सो एतादृशः यः अन्ततो गत्वा सिद्ध तिङ् प्रत्ययः भिद्यन्ते तेषां विषये कथं तत्र निर्माणं करणीयं सूत्राधारेण एव करणीयम् परन्तु तत्र भिद्य समानाः न सन्ति सर्वत्र ति इति न श्रूयते यद् धातुः परस्मैपदी अस्ति अपि च सः तत्र अदन्ताङ्गमस्ति लट् लकारे अपि ति लोट् अपि ति लङ् अपि ति विधिलिङ्ग् अपि ति इति तु नास्ति न भिन्नभिन्न अन्ततो गत्वा तिप् प्रत्ययः भिद्यन्ति तेषां ते एव सिद्धतिङ् प्रत्ययः ति इति सिद्धतिङ् प्रत्ययः तु लोट् लकारे तु इति प्रत्ययः सिद्धतिङ् प्रत्ययः परन्तु मूले तु तिप् एव तदपि तिप् अस्ति अत्र यः ति श्रूयते सः अपि तिप् लाङ् लकारे केवलं त श्रूयते त भागः श्रूयते अवदत् सो तत्र तदपि तिप् अस्ति मूले तु समान परन्तु सिद्धतिं प्रत्ययः भिद्यन्ते सो फार् एतेषु 1700 धातुषु ये एतेषु चतुर्षु गणे सन्ति तेषां कृते लङ् लकारस्य सिद्धतिङ् प्रत्ययः समानः इति तस्य अर्थः लोक्प्रत्यये भवति तिप् अस्ति तिप् स्थाने ति भवति या तु भवति तत्र सिद्धतिङ् प्रत्ययः प्रत्येकस्मिन् लकारे लकारादरेण एव सिद्धतिङ् प्रत्ययानां निर्माणं परन्तु मुख्य किमस्ति एतेषु चतुर्षु गणेषु ये धातवः सन्ति तेषां कृते लट् लकारस्य रूपाणि समानानि सिमिलर्लि फार् द 1700 धातूस् लोट् लकारस्य रूपाणि सिद्धतिङ्क् प्रत्ययः समानानि एकस्य एव अध्ययनं कुर्मः चेत् सर्वेषां धातूनां वयं तत्र लोट् लकारस्य रूपाणि निर्मातुं शक्नुमः इति तत्र भेदः इति तत्र वैलक्षण्यम् अस्ति मातुपाठस्य वैलक्षण्यम् लट् लकारस्य सदृशं भवति तत्परं लोट् सदृशं भवति लङ् सदृशं भवति सदृशं भवति केषां कृते केषां कृते समानः ये धातवः एतेषु चतुर्षु गणेषु सन्ति तेषां कृते अदादिगणे यः धातुः तस्य कृते लट् लकारस्य मेबि भिन्नरूपम् अस्ति सो एतेषु चतुर्षु गणेषु ये 1700 धातवः तेषां कृते समानः इति वदति चेतना भगिनी वदतु किम् अस्ति तथैव महोदय ऐ हेड् नाट् अण्डर्स्टुड् सिद्ध तिङ् प्रत्ययः लकार आधारेण प्रत्ययानां निर्माणम् इत्युक्ते तत्र लोट् लकारे बहूनि सूत्राणां तत्र प्रसक्तिः भवति लट् लकारे किमपि सूत्रं नास्ति तत्र केवलं यदा वयं मूलप्रत्ययानां संज्ञा कुर्मः अनन्तरं केवलं ज्वन्तः इत्यनेन अन्तादेशः भवति जकारस्य अन्य सर्वे तत्र किमपि कार्यं नास्ति परन्तु लोट् लकारे लोट् निमित्तीकृत्य तत्र कार्याणि सन्ति सूत्राणि सन्ति अतः लोट् लकारे भिन्नरूपाणि सिद्धतिङ् प्रत्ययः भिन्नाः लङ् लकारे अपि किमपि अधिककार्यं नास्ति परन्तु लङ् लकारः नित् लकारः सो नित् लकारेषु आत्मनेपदीरूपेषु तत्र किमपि कार्यम् अस्ति सो नित् लकारः तत् लिङ्ग् अपि नित् लकारः विद्युलिङ्ग् लकारः अपि नित् लकारः तत्र नकारस्य इत् अस्ति लट् लोट् टित् लकारः टित् लकारनिमित्तीकृत्य तत्र सूत्राणि सन्ति, लङ् नित् लकारनिमित्तीकृत्य तत्र सूत्राणि सन्ति. सो यदा वयं सिद्धितिङ् प्रत्ययानां सिद्धिः कथं करणीयं तत् पश्यामः, तत्र एतत् सर्वम् अवगन्तुं शक्यते. परन्तु अत्र किं वदति, यः एतेषु चतुर्षु गणेषु ये धातवः तेषां कृते लङ्लकारस्य यः सिद्धितिङ् प्रत्ययः भवति तत् समानः. केवलम् अस्माभिः किं करणीयम्, अङ्गं योग सिद्धितिङ् प्रत्ययः, अङ्गं योग सिद्धितिङ् प्रत्ययः. सो एकवारं विधिलिङ्लकारे अदन्त अङ्गानां कृते यः सिद्धितिङ् प्रत्ययस्य सिद्धिः तस्य अध्ययनं कुर्मः, तेन किं भवति 1700 धातूनां विधिलिङ्गकारस्य रूपाणि वयम् अवगन्तुं शक्यते इति तत्र इम्पार्टेन्स् अस्ति मातुः पाठस्य वैलक्षण्यं. अन्यप्रश्नः अस्ति चेत् पृच्छतु, अन्यथा तत्र वदतु भगिनि. Harsha asmi, today is my first time in your class and first time in this subject also, so this is a little bit difficult for me to grasp everything, but what I understand, Kshamyatam, I'm speaking in English because Sanskritam I may not be able to explain better. Sarvadhatu lakara, lat, lot, those four lakara is there. So all the four lakaras will not have the 18th pratyaya that we have seen on the very first page for parasmai and atmanepade. That is only for a lat lakara, but then it will be changing for the lot lakara and lung and vidiling. Is that how you are telling us? इन् द फस्ट् स्टेप् प्रथमसोपाने तत्र यदा धातुयोग लट् नो चेत् धातुयोग लोट् नो चेत् धातुयोग लङ् यत्किमपि मम विवक्षा, एस् पर् मै विश्, सपोज् ऐ वाण्ट् टु मेक् द थिङ्ग् प्रत्यय वित् रेस्पेक्ट् टु लङ् लकारः, लङ् लकारस्य विषये तत्र तिवादयस्य निर्माणं मया करणीयं. तत्र लः इत्यनेन सर्वदा प्रथमसोपाने तिबादयः तिप् तस् जि सिप्थस्थ, यदि मम विवक्षा यदि धातुः परस्मैपदी अस्ति एकवचनस्य विवक्षा अस्ति चेत् तत्र सर्वदा प्रथमसोपाने तिप् एव योजनीयम्. अनन्तरं भिन्नभिन्नसूत्रद्वारा यदा अत्र नितलकारः अस्ति, लङ्लकारः नितलकारः, सो तत्र नितलकारनिमित्तीकृत्य तत्र भिन्नभिन्नसूत्राणि सन्ति. नितलकारेषु एतत् कार्यं करणीयं, तथा तत्र एकं सूत्रमस्ति इतश्च, इतश्च इत्यनेन सूत्रं वदति यदि लकारः नित् अस्ति, यथा लङ् लकारः नित् अस्ति, विधिलिङ् लकारः नित् अस्ति, कण्ठनकारस्य इत् अस्ति, तत्र तत्र प्रत्ययस्य यः अन्तिम इकारः तस्य लोपः भवति. सिप् प्रत्ययः, सिप् प्रत्ययः, मिप् प्रत्ययः, सिप् प्रतिप् प्रत्ययपि इ अस्ति, सिप् प्रत्ययपि इ अस्ति, मिप् प्रत्ययपि इ अस्ति. सो नितलकारेषु, सर्वेषु नितलकारेषु इतश्च इति सूत्रस्य कार्यं भूत्वा इकारस्य लोपः भवति. सो लङ् लकारे तदा एव वयं तत्र किं पठामः, अपठत् ति इति भवति, केवलं त भवति. किमर्थं चेत् इतश्च इत्यनेन नित्लकारे इकारस्य इत् संज्ञा भूत्वा केवलं तकारः एव अवशिष्यते, अतः रूपं किं भवति, अपठत्. सो मूले तु तिपादयः समानानि, मूले तिप् एव योजनीयं, मूले सिप् एव योजनीयं, मिप् एव योजनीयं, परन्तु अनन्तरं द्वितीय तृतीय चतुर्थसोपाने तत्र द्रष्टव्यं कस्य कस्य सूत्रस्य प्रसक्तिः, कस्य कस्य सूत्रस्य कार्यं. सो तथैव तत्र कार्याणि कुर्मः चेत् अन्ततो गत्वा तत्र यः मूले यः समान तिप्त जिसिप्तस्त ते विद्यन्ते, ते अधिकं डिफ्रेण्ट् डिफ्रेण्ट् डिफ्रेण्ट् एट् द एण्ड्. महोदय अत्र प्रत्यादेश कार्यं कृत्वा ये भवति ये भवति तस्य नाम सिद्धं प्रत्ययः भवति प्रत्यादेश जस्ट् मतलब लकारे सर्वेषु लकारेषु लकारनिमित्ते तत्र निबाधयस्य कृते भिन्नभिन्नसूत्राणि सन्ति आम् सो प्रत्यादेश अस्ति प्रत्यादेश कार्यं आम् तेषां नाम तत् कार्यं भूत्वा एव ते सिद्धतिङ्क् प्रत्ययाः आम् यथा तत्र लट् लकारे किमपि कार्यं नास्ति लट् लकारनिमित्तीकृत्य मूलप्रत्ययेषु किमपि कार्यं नास्ति केवलम् एकम् एव कार्यमस्ति जो अन्तः जकारस्य अन्तादेशः भवति सो ति तत्र केवलं वर्णानाम् इति संज्ञक संज्ञा तत्र कुर्मः तस्य अनन्तरं जो अन्तः इत्यनेन तत्र अन्तादेशः भवति सो बहुवचने सिद्धतिङ्क् प्रत्ययः किं मूले तु सः अस्ति जी परन्तु सिद्धतिङ्क् प्रत्ययः किं भवति ज स्थाने अन्त योग अन्त्य इकारः अन्ति भवति सो अन्ति इति सिद्धतिङ्क् प्रत्ययः जी इति मूलप्रत्ययः मूलतिप् प्रत्ययः परन्तु समानानि सर्वेषां समानाः परे मतलब लकारस्य विषये अनन्तरं तत्र सन्धिकार्याणि अपि द्रष्टव्यम् इत्युक्ते यदा तत्र तस् प्रत्ययः तस् प्रत्यये सकारस्य इत्संज्ञा न भवति किमर्थं चेत् तत्र अस्ति सूत्रं न विभक्तौ तु स्माः सकारः तत्र तिष्ठति परन्तु सकारः तु अन्ततो गत्वा न श्रूयते तत्र किं श्रूयते विसर्ग श्रूयते तः वदतः इति भवति सो तत्र तत्र सूत्राणि कार्यं तत्र ससजोः रुः इत्यनेन रुत्वम् अनन्तरं तत्र तत्र अनन्तरं तत्र विसर्गादेशः भवति विसर्जनी तत्र अनन्तरं तत्र रुत्वं भूत्वा तत्र किं भवति विसर्गादेशः भवति रेफस्य विसर्गादेशः रेफस्य विसर्गादेशः भवति सो परन्तु सिद्धतिङ्क् प्रत्ययानां विषये कोऽपि अन्यसूत्रं नास्ति लट् लकारे तथैव लङ् लकारे यदा तत्र जोऽन्तः इत्यनेन तत्र अन्ति इति भवति परन्तु इतश्च इत्यनेन अन्ति यः अन्ते इकारः तस्यापि लोपः भवति सो अन्त इति भवति परन्तु पुनः तकारस्य तत्र तकारः अपि अपगच्छति किमर्थं संयोगान्तस्य लोपः तत्र नकारतकारस्य संयोगः अस्ति पूर्वे वयं कुत्रचित् पठितं संयोगान्तस्य लोपः पदस्य अन्ते संयोगः अस्ति चेत् तत्र अन्तिमवर्णस्य लोपः भवति सो तत्र किं रूपम् अपठन् इति रूपं भवति सो सिद्धतिङ्क् प्रत्ययः तत्र केवलम् अन् अस्ति न तु अन्त अस्ति किमर्थं तत्तकारस्य अपि लोपः भवति सो सर्वेषु सोपानेषु तत्र द्रष्टव्यं कस्य कस्य सूत्रस्य प्रसक्तिः यद्यपि तत्र प्रत्यय आदेशः न भवति परन्तु भिन्नसूत्रेण संयोगान्तस्य लोपः इति सूत्रेण तत्र तकारस्य लोपः भवति अन्ततो गत्वा अन् एव तत्र अवशिष्यते सो अन् इति सिद्धतिङ् प्रत्ययः इति तत्र विषयः अग्रे आयास्यति एतत् अग्रे अपि करपत्रम् अस्ति अधिकचिन्तनं सार्वधातुक् आर्धधातुक् लकाराणाम् अधिकचिन्तनं तत्र पठामः तत्र किं भवति अपि च तस्य अग्रे तत्र सिद्धतिङ्क् प्रत्ययानां निर्माणं कथं करणीयं सूत्रं किं किं तत्र अस्ति तदपि अग्रे पठामः इदानीं तु केवलम् इन्ट्रोडक्षन् रूपेण पीठिकारूपेण अत्र अस्मिन् करपत्रे दत्तम् इत्युक्ते सार्वधातुकलकाराः के अर्धधातुकलकाराः के किमर्थम् एतादृशः विभजनं केन आधारेण एतादृशः विभजनं कृतं यथा तत्र कर्तरि शप् अपि च अन्येषां सूत्राणां तत्र चिन्तनम् इति तत्र केवलं पीठिकारूपेण दत्तं बिकास् वन्स् वी आर् थ्रू वित् दिस् कान्सेप्ट् देन् वी केन् रीड् द वाट् इस् गोयिङ्ग् फर्दर् अस्तु अग्रे अहं चिन्तयामि नूतनकरपत्रस्य अद्य आरम्भं कुर्मः। तत्र यः नूतनकरपत्रम् अस्ति, सार्वधातुकलकाराः अर्धधातुकलकाराः तेषाम् अधिकचिन्तनं, लकाराणाम् अधिकचिन्तनं कुत्र अस्ति? चतुर्थकरपत्रम् अस्ति अस्मिन् अध्याये, अष्टाध्यायीपरिचय इति यः अध्यायः, तत्र यः चतुर्थकरपत्रम् अस्ति, सार्वधातुकलकाराः अर्धधातुकलकाराः च अधिकचिन्तनम्। पूर्वे वयं पीठिकारूपेण दृष्टं विचार्धसार्वधातुकलकाराज् विचारार्धधातुकलकाराज् किमर्थं विभजनम्, इदानीम् अधिकचिन्तनम्। अस्तु अग्रे कः प्रारम्भं करोति? कः त्वका पूर्णि वा भगिनी पठति वा भगिनि? अद्य न शक्यते भगिनि, किञ्चित् चिन्ता मास्तु। उषा भगिनी पठति वा, नो चेत् मञ्जरी भगिनी, मञ्जरी भगिनी पठति वा? सार्वधातुकलकाराः अर्धधातुकलकाराः च अधिकचिन्तनम्। सार्वधातुकम् अर्धधातुकम् इति नामद्वयं कुतः आगतम्? अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृशव्यवहारः? सार्वधातुकम् अर्धधातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं, नामकरणं भवति द्वाभ्यां संज्ञा सूत्राभ्यां। तिंशित् सार्वधातुकम् 3.4.113 एण्ड् अर्धधातुकं शेषः 3.4.114। इमे द्वे नाम्नि केषां भवतः यत् तिङ् च षित् च भवति तस्य नाम सार्वधातुकम्, अपि च यत् तिङ् षित् च नास्ति तस्य नाम अर्धधातुकम्। अस्तु, किन्तु यत् नाम किं, कस्य नाम भवति सार्वधातुकं, पुनः कस्य अर्धधातुकम्? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यम्? द्वेपि सूत्रे तृतीयाध्याये। अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः? प्रत्ययः तृतीयाध्याये अस्ति, तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रम् अधिकारः 3.1.1 तः 5.4.160 पर्यन्तं, परश्च 3.1.2 अधिकारः 3.1.1 तः 5.4.160 पर्यन्तं, धातोः 3.1.91 अधिकारः 3.1.91 तः 3.4.117 पर्यन्तम्। एभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः। अतः सार्वधातुकं च अर्धधातुकं च इति प्रत्ययस्य नाम तादृशः च प्रत्ययः यः धातुभ्यः विधीयते। अनेन उत्तरं प्राप्तम्। अष्टाध्यायं सार्वधातुकं च अर्धधातुकं च प्रत्ययानाम् एव नाम। वदतु किम् अवगतम्? सार्वधातुकम् अर्धधातुकम् इति नामद्वयं कुतः आगतम्? तत्र सूत्रद्वयमस्ति, तिंशित् सार्वधातुकं तथा अर्धधातुकं शेषः। यः प्रत्ययः तिङ् अस्ति षित् अस्ति सः प्रत्ययः सार्वधातुकः। यः प्रत्ययः तिङ् नास्ति षित् नास्ति सः प्रत्ययः अर्धधातुकः इति अर्धधातुकं शेषः इति सूत्रेण सिद्धम् अस्ति। तथा अनन्तरं अत्र व्याकरणे ये प्रत्ययाः सन्ति तेषां नामकरणम् अस्ति वा सार्वधातुकं नो चेत् आर्धधातुकम् इति? इत्युक्ते धातुभ्यः अस्ति. आम् आम् सत्यं तदेव वदतु. अत्र एषां सूत्राणां कृते किं सूत्राणाम् अधिकारः तथा त्रीणि सूत्राणि दत्तानि, प्रत्ययः परश्च धातोः. सूत्रत्रयम् अधिकारसूत्रं, प्रत्ययः तस्य अधिकारः 3.11 सः पञ्चम अध्यायपर्यन्तम् अस्ति 5.4.160. तथा परश्च तस्य क्रमाङ्कः अस्ति 3.1.2, तस्य अधिकारः 3.1.1 तः पञ्चम अध्यायपर्यन्तं चतुर्थपादः सम्पूर्णपञ्चमध्याये, सम्पूर्णचतुर्थाध्याये, सम्पूर्णतृतीयाध्याये, तृतीयाध्याये अस्ति. त्रिषु अध्यायेषु, त्रिषु अध्यायेषु प्रत्ययः परश्च इत्यस्य अधिकारः इति अनयोः अधिकारः. तृतीयाध्याय, चतुर्थाध्याय तथा पञ्चमाध्यायः सम्पूर्णम्. अत्र मुख्ये किम् अस्ति भगिनि? अत्र किं लिखितं यत् किमपि पठितं प्रथमबिन्दु, यः सार्वधातुकम् इति आर्धधातुकं, किमर्थम् एतादृशः कर्ण? उपरि किं लिखितं, शीर्षिकं किम् अस्ति, सार्वधातुकलकाराः आर्धधातुकलकाराः. परन्तु व्याकरणशास्त्रे पाणिनिग्रन्थे अष्टाध्यायीग्रन्थे सार्वधातुकम् आर्धधातुकम् इति नामकरणं कस्य विषये? लकाराणां विषये वा? नास्ति, नास्ति. प्रत्येकस्य प्रत्ययस्य कृते यत् किमपि प्रत्ययः धातोः विधीयते, यः प्रत्ययः धातोः विधीयते, धातोः इत्युक्ते धातोः अनन्तरं यस्य विधानं, तस्य नाम एव सार्वधातुक् अपि च आर्धधातुक्. संज्ञासूत्रद्वयं दत्तं, तृतीयाध्याये चतुर्थपादे संज्ञासूत्रमस्ति, तिंशत् सार्वधातुकम् इति संज्ञासूत्रं, विधिसूत्रं नास्ति. अत्र केवलं नामकरणं, सार्वधातुकम् इत्युक्ते किम् इति अत्र अस्मिन् सूत्रे दत्तं. सो सार्वधातुकम् इत्युक्ते किं? धातोः ये तिङ्प्रत्ययाः, ये षित् प्रत्ययाः, तेषां नाम एव सार्वधातुक्, सार्वधातुकम्. अनन्तरं वदति आर्धधातुकं शेषः. सो शेषः इत्यनेन पूर्वे यत् उक्तं तेषां विहाय, ये अन्यधातवः. सो धातोः ये तिङ्भिन्नप्रत्ययाः, षित् भिन्नप्रत्ययाः विधीयन्ते, तेषां संज्ञा आर्धधातुकं. सार्वधातुकम् आर्धधातुकम् इति टेक्निकल् वर्ड्, पारिभाषिकशब्दः व्याकरणशास्त्रे. सो सार्वधातुक् वदामः चेत् धातोः यः प्रत्ययः तस्य नाम एव सार्वधातुक् इत्युक्ते तदित् प्रत्ययानां सार्वधातुक् आर्धधातुक् इति विभजनं नास्ति. ते धातोः न विधीयन्ते, ते प्रातिपदिकात् विधीयन्ते. तथैव सुप् प्रत्ययानां, सुप् प्रत्ययानां कृते अपि तत्र शित् वा तिङ् वा इति न दृष्टव्यं. तेषां कृते सार्वधातुक् संज्ञा आर्धधातुक् संज्ञा नास्ति. केवलं ये प्रत्ययाः धातोः विधीयन्ते तेषाम् एव विभजनम् अस्ति सार्वधातुकम् आर्धधातुकम् इति अत्र लिखितं. सो एते सूत्रद्वयं, संज्ञासूत्रद्वयं कुत्र विधीयते? तृतीयाध्याये विधीयते. तृतीयाध्याये कस्य कस्य सूत्रस्य प्रसक्तिः, तस्य कस्य सूत्रस्य अधिकारः? प्रत्ययः परश्च धातोः, प्रत्ययः इति यः अस्ति अत्र प्रथमान्तं पदमस्ति, परश्च परः इति यः अस्ति तदपि प्रथमान्तं, परन्तु धातोः यः अस्ति अत्र एकमेव पदमस्ति, सः पञ्चम्यन्तम् अस्ति. सूत्रे पञ्चम्यन्तं पदमस्ति चेत् तस्य अनन्तरं कार्यं. सो यत्किमपि अत्र नूतनशब्दः विधीयते अस्मिन् तृतीयाध्याये सः धातोः विधीयन्ते, इत्युक्ते धातोः अनन्तरं विधीयन्ते. सो अत्र ये प्रत्ययाः तिङ् सन्ति, इत्युक्ते तिङ् समूहे तत्र अष्टादश प्रत्ययाः तिप्तजि सिप्तस्थ मिप्स्मस् तेषां नाम तिङ् इति. सो ते सर्वे तिङ् प्रत्ययाः मूले सार्वधातुकसंज्ञकाः इति सूत्रं सूत्राधारेण एव सर्वं. सो तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः. अनन्तरम् अस्ति अत्र अत्र विषयद्वयं, तिङ् सार्वधातुकं षित् अपि सार्वधातुकं. यस्मिन् यस्मिन् प्रत्यये शकारस्य इत् सः षित्, सः प्रत्ययः षित् प्रत्ययः. सो सर्वे षित् प्रत्ययाः अपि सार्वधातुकसंज्ञकाः. कीदृशषित् प्रत्ययाः? ये धातोः विधीयन्ते, शप् शन् शृणं सर्वे षित् प्रत्ययाः. शतृ शानच् षित् प्रत्ययाः, ते अपि सार्वधातुकसंज्ञकाः. किमर्थं चेत् अनन्तरं सार्वधातुकप्रत्ययनिमित्तीकृत्य धातोः अङ्गे कार्यं भवति, आर्धधातुकनिमित्तीकृत्य अङ्गे कार्यं भवति. सो अस्माभिः सर्वदा स्मर्तव्यं तिंशित् सार्वधातुक, अन्य सर्वे आर्धधातु. सो ये धातोः लट् विधीयते, धातोः लोट् विधीयते, धातोः लङ् विधीयते. लट् लोट् लङ् अपि प्रत्ययाः, प्रत्ययः इत्यनेन ते अपि प्रत्ययाः, परन्तु तिंशित् भिन्नाः. अतः सर्वे लकाराः मूले आर्धधातुकसंज्ञकाः. अतः प्रथमसोपाने कर्तरीषप् सार्वधातुके इति सूत्रस्य प्रसक्तिः कदापि अपि न भवति. यदा तिवादयः आयाति तदा एव कर्तरीषप् सूत्रस्य प्रसक्तिः भवति. मूले तु सर्वे दशलकाराः आर्धधातुकसंज्ञकाः. कथं जानीमः? आर्धधातुकं शेषः इत्यनेन एव. सो एतादृशः नामकरणं व्याकरणशास्त्रे प्रत्ययानां कृते, परन्तु अत्र मातुः किं कृतं? लकाराणां कृते अपि एतादृशः लकारे तु सर्वे लकाराः अर्धधातुसंज्ञकः. कथं वदामः सार्वधातुकलकाराः? परन्तु तत्र सार्वधातुकप्रक्रिया भवति, अतः मातुः किं कृतं? तत्र नामकरणम्, एतादृशः नामकरणं. व्याकरणशास्त्रे लकाराणां कृते एतादृशः नामकरणं नास्ति. एतादृशः नामकरणं मातुः पुष्पादीक्षित् माता द्वारा एव कृतम् इति अत्र लिखितम्. सो अपि च तृतीयाध्याये यत्किमपि नूतनशब्दः विधीयते तस्य प्रत्ययः इति सूत्रेण प्रत्ययः इति संज्ञा भवति, प्रत्यय इति नामकरणं भवति. यस्य यस्य प्रत्यय इति नामकरणं तस्सः सर्वदा परश्च इत्यनेन सर्वदा परे एव योजनीयम्. अत्र किमर्थं? प्रत्ययः इति आगमरूपी कार्यं, कोऽपि तत्र पूर्ववर्णस्य स्थाने तत्र शप् न विधीयते. शप् इति एकम् अडिशनल् नूतनशब्दसमूहः आगत्य तत्र तिष्ठति. सो आगमानां विषये सर्वदा अस्माभिः तत्र पूर्वे किं पठितं? टित् कित् मित् तत्र द्रष्टव्यम्. परन्तु यः प्रत्यागमः, यः विशिष्टप्रत्यागमः धातोः नो चेत् प्रातिपदिकार् भवति, तत्र सर्वदा परश्च इति सूत्रस्य अपि अधिकारः. सो परश्च इति सूत्रं वदति यस्य प्रत्यय इति संज्ञा सः सर्वदा परे एव योजनीयं, कुत्रचित् प्रातिपदिकात् परे योजनीयं, कुत्रचित् धातोः योजनीयं, धातोः परे योजनीयम्. सो परश्च इति सूत्रेण तत्र स्पष्टता भवति. यः नूतनशब्दसमूहस्य आगमः, शप् नो चेत् तृच् नो चेत् क्त नो चेत् तवतु, तत्र कित् पित् मित् इति न द्रष्टव्यं, यद्यपि सः अपि आगमरूपी कार्यं, परन्तु तत्र टित् कित् मित् न द्रष्टव्यं यस्य प्रत्यय इति संज्ञा. तत्र सर्वदा परश्च इत्यनेन परे एव योजनीयं. कस्य परे? धातोः नो चेत् प्रातिपदिकात् परे योजनीयम् इति तत्र अधिकारसूत्राणां तत्र प्रयोजनम्. इदानीं तु समयः अभवत्. सो एतत् सर्वम् अवगतं वा भगिनि? सरलमस्ति. एक समाधानं करोतु, अत्र परश्च सूत्रम् अधिकारसूत्रं अन्त सूत्रस्य क्रमः अस्ति 3-1-2 ओके परन्तु इन् द ब्रेकेट् नोट्स् वदति परश्च अधि सूत्र एक्स्टेन्स् फ्रोम् 3-1-1 एण्ड् देन् गोस् टु आल् द फिफ्त् चेप्टर् आल्सो एण्टैर् फिफ्त् चेप्टर् सो is it because it is the parashab can go beyond pratyaya goes starts with the 3-1-1 and not 3-1-2 oh, that is or is there a reason or there is a reason because yasya pratyaya iti sangya saha eva paryayati yasya shabda samuhasya nutan shabda samuh itukte katham jani maha शप् इति प्रत्ययः तृच् इति प्रत्ययः क्त इति प्रत्ययः किमर्थं चेत् यः शप् प्रत्ययः कर्तरि शप् सार्वधातुके इति सूत्रम् एतस्य तस्य सङ्ख्या अत्र एव तृतीयाध्याये एव अस्ति तत्र सूत्रे प्रत्ययः इति सूत्रं सूत्रस्य अधिकारः अस्ति सो यत्र यत्र यस्मिन् यस्मिन् विधिसूत्रे प्रत्ययः इत्यस्य अधिकारः तत्र परश्च इत्याधिकारः अपि अस्ति यद्यपि सूत्रं द्वितीयसूत्रम् अस्ति परन्तु यः यः नूतनशब्दसमूहस्य विधिः तत्र तत्र परश्च इति सूत्रमपि आगत्य वदति अत्र परे परे परे योजनीयम् आदौ कुत्रचित् अन्ते कुत्रचित् अन्तिम अच् परे इति न तत्र चिन्तनं करणीयम् सर्वदा परे एव योजनीयम् अनन्तरम् एव योजनीयम् इति परश्च सो अत्र प्रथमयः बिन्दुः लिखितं यत्र यत्र प्रत्ययस्य अधिकारः तत्र तत्र परश्च इति सूत्रस्य अपि अधिकारः ओके अवगतं न क्लियर् समाधानम् अस्ति धन्यवादः भगिनि अस्तु कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु अन्यथा अत्र स्थगामः इदानीं समयः अभवत् सो सार्वधातुक् अपि च आर्धधातुक् इति संज्ञा व्याकरणशास्त्रे धातोः ये प्रत्ययः विधीयन्ते तेषां कृते न तु लकाराणां कृते परन्तु एतादृशः यः नामकरणं सः मातुः कृतं मात्रा कृतम् अतः अग्रे पठामः किं भवति इदानीं तु स्थगामः जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय अस्ति वा महोदय नो चेत् युगल किशोर महोदय पठति वा महोदय पठतु ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदुच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमो नमः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनी धन्यवादः धन्यवादः